ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधितमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अतिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। सुप्रभातम्। अस्तु, धन्यवादः। अस्माकम् अत्र गतवर्गे अस्माकं कृते किम् अभवत् चेत्, मातुः वैलक्षण्यं किं किम् अभवत् इति पूर्वम् अत्र पृथक्तया न कृतमेव, इत्र इतस्ततः अटन्ति, परन्तु मातुः वैलक्षण्यरूपेण अत्र अकारान्तः, आकारान्तः, इकारान्तः, ईकारान्तः, अनन्तरम् अत्र हलन्त्यम् अल् एव अन्ते अस्ति चेत् अत्र उपादायं वर्णः, यत् वर्णः तिष्ठति, यत् स्वीकृत्य कार्यं कृतवन्तः। इदानीम् अत्र सामग्री अस्ति चेत्, सामग्री किम् अस्ति चेत् अत्र पाकशालायां गच्छामि चेत् तत् एतदपि असेम्ब्लि लैन् माडल् वयं दृष्टवन्तः। यत्र कुत्रापि तत्र तण्डुलानि पृथक् अस्ति, अनन्तरं तत्र जलं, शाकाः पृथक् पृथक् अस्ति, एकस्मिन् स्थले आगत्य कार्यं कृतवन्तः, अनन्तरमेव भोजनं वयं स्वीकुर्मः। तदेव अत्र असेम्ब्लि माडल् अपि अत्र बहवः यन्त्राणि सन्ति, एकस्मिन् स्थले आगत्य अत्र इदानीं कार्यानं वयं स्वीकुर्मः। अनन्तरम् अत्र तदेव भवति अत्र प्रकरणप्रक्रिया इति प्रक्रिया वयं जानीमः। इदानीम् अत्र जि इति अस्ति चेत् अत्र जयति इति भवति, अनन्तरं भू अस्ति चेत् अत्र भवति इति भवति, वयम् एतत् दृष्टवन्तः। इदानीम् अत्र इतिहासः इति किम् अत्र अस्ति इति पश्यामः। अनिल् महोदय पठतु कृपया। इतिहासः। पाणिनिना अष्टाध्यायी विरचिता प्रायः कॉमनेरसी इत्यस्मात् पञ्चशतं वर्षाणि प्राक्। पाणिनेः पूर्वं बहवः व्याकरणाः आसन्, तैः विरचिताः ग्रन्थाश्च आसन्। परन्तु एकवारं यदा अष्टाध्यायी आगता तदा अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः इत्युक्तम्। बहुकालपर्यन्तं व्याकरणप्रशिक्षकवाः पूर्णाम् अष्टाध्यायीं कण्ठस्थीकुर्वन्ति स्म। शिक्षणविधिः कण्ठस्थीकरणम्। तेषु दिनेषु पुस्तकं लिखितरूपेण प्राप्यते स्म इति शङ्का। मुद्रणयन्त्रं नासीत् खलु, अतः चतुसहस्रं सूत्रकण्ठस्थीकरणम् इति मार्गप्रचलन्। गच्छता कालेन अयं मार्गः व्यावहारिको न इति केषाञ्चित् मतम्। अतः एकादश्यां शताब्द्यां प्रक्रिया ग्रन्थानाम् उदयः। अनेके तादृशाः ग्रन्थाः लिखिताः। येषां ग्रन्थानां शिखरं प्राप्तं सप्तदश्यां शताब्द्यां यदा भट्टोजितदीक्षितेन व्याकरणसिद्धान्तकौमुदी प्रणीता। अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, व्याकरणसिद्धान्तकौमुद्याम् अपि तानि एव चतुस्सहस्राणि सूत्राणि। परन्तु सिद्धान्तकौमुद्याम् अष्टाध्याय्याः सूत्रक्रमः त्यक्तः। स्थाने पदानां व्युत्पत्त्यर्थं यथासङ्गं सूत्रस्य आनयनम्। तस्मात् आरभ्य अद्यपर्यन्तं प्रचलितो विधिः अयमेव। प्रतिपादयितुं शक्नोति वा महोदय? अहं प्रयत्नं करोमि महोदय. करोतु. पाणिनि पञ्चशतं पञ्चशताब्दि समयेन वर्षाणि प्राक् वर्षाणि प्राक् आसीत्. तस्मात् समय पूर्वम् अनेके व्याकरणा आसन्, परन्तु अष्टाध्यायी रचना अनन्तरं अन्ये कोऽपि व्याकरणाः ग्रन्थानि न प्रयुक्तानि. कारणम् अष्टाध्यायी तु बहु आर्गनैस्ड् अस्ति, बहु सरलम् अस्ति. तत्समये लेखनं न प्रचलति, अप्रचलत्. तत् कारणात् सर्वे अष्टाध्यायी कण्ठस्थीकरणं अकरोत्. अनन्तरं स्मरणशक्तिः क्षीणं भवति, लेखनं प्रचलति आसीत्. तत्समये कण्ठस्थीकरणं कष्टकरं भवति. तत्समये प्रक्रिया ग्रन्थानि रचितानि, अनेकग्रन्थाः तादृशानि लिखितानि, ग्रन्थानि तादृशानि लिखितानि. एकम् अस्ति भट्टोजि दीक्षिते दीक्षित रचितानि व्याकरणसिद्धान्तकौमुदी, तत्समये अस्ति एकादश्यां शताब्दी. तस्मात् केवलं तत् प्रक्रिया अपि प्रचलति स्म, परन्तु तत्र श्लोक सूत्राणि तु समानमेव अस्ति, परन्तु क्रमः समानं नास्ति. तत् कारणात् अष्टाध्यायी प्रयुक्तं प्रक्रिया विलुप्तं प्रायः जातः, परन्तु पुष्पादीक्षितमाता पुनर उद्धारणं करोति चेत् अहम् अष्टाध्यायी पठनं प्रक्रिया पुनः अवगन्तुं शक्यते. समीचीनं महोदय, समीचीनतया उक्तवान्. आम्, एतदेव. पूर्वमत्र विना कारणम् अनन्तरं कार्यमस्ति अपि कार्यं नास्ति अपि कारणमस्ति अपि कारणं नास्ति अपि अत्र कण्ठस्थीकरणमेव. किमर्थं चेत् अत्र मुद्राणि नास्ति एव. अनन्तरमेव 1100 मध्ये अत्र व्याकरणविषये किञ्चित् लघुसिद्धान्तकौमुदी भट्टोजिदीक्षितमहोदयेन अत्र वैयाकरणाः अभवन्. अनन्तरम् अत्र वार्तिक पाणिनेः रचितसूत्रेण अत्र वृत्तिकाराः आगत्य अनन्तरम् अत्र मुद्रणमपि आगत्य कार्यं कृतवन्तः. अनन्तरम् अत्र सूत्रस्य विषये, ओ एतत् अस्ति वा, पुस्तके अस्ति, मस्तकेन इदानीं मास्तु, पुस्तके पठतु, दृष्ट्वा पठतु, तावदेव. एतत् समीचीनमस्ति खलु. पूर्णम् अत्र किमस्ति चेत् गुरुः अस्ति, अनन्तरं शिष्यः अस्ति. गुरुः वदति, शिष्यः अनुवदन्ति, शिष्याः अनुवदन्ति, तावदेव, तदैव अत्र अभवत्. इदानीम् अत्र गुरुः वदति, शृणोतु, तावदेव सावधानतया शृणोतु. समयः अस्ति चेत् पठतु, समयः नास्ति चेत् नास्ति अपि न पठतु, तावदेव. इदानीं तदेव अभवत्. क्रमः नास्ति, प्रक्रिया नास्ति. इदानीं प्रक्रिया किं किम् अभवत् इति क्रमेण अत्र यत्र प्रथमाध्यायः वा द्वितीय अध्यायः वा अत्र स्वीकृत्य, सूत्रं स्वीकृत्य अत्र पूर्णतया जय इति अस्ति चेत् अत्र जयति इति भवति, भू इति अस्ति चेत् भवति इति भवति, अत्र क्रमः आगत्य कार्यं कृतवन्तः. सुलभतया इदानीं मुद्राणि सन्ति खलु, अतः अत्र पठितुं शक्यते एव. इदानीमत्र अग्रे गीताश्रीत पठितुं प्रक्रियाग्रन्थे. नमस्ते भगिनि. प्रक्रियाग्रन्थे प्रक्रियाग्रन्थे अष्टाध्यायाः कण्ठस्थीकरणस्य आवश्यकता न, अतः जनेभ्यः रोचते स्म. तथापि अत्र बहु काठिन्यं. यथा उक्तम् एकस्मिन् प्रकोष्ठे सर्वेषां रूपाणां निर्माणम् इत्यनेन नैपुण्यं मन्दं मन्दं जायते. अन्यच्च पाणिनीयसूत्रं स्वस्य मूलक्रमे नाम मूलवातावरणे नास्ति इति कारणतः अनुवृत्तिः न अवगम्यते. अग्रे अस्मिन् विषये वक्ष्यते. एतत् कारणद्वयमपि विहाय काठिन्यस्य अन्यानि बहूनि कारणानि सन्ति. तस्य फलम् इदं यत् केचन एव जनाः ये पूर्णतया समर्पिताः अस्मिन् मार्गे गन्तुम् अर्हन्ति स्म. सामान्यजनानां कृते एतादृशी सम्भावना नास्ति. अतः खलु पश्यामः यत् बहूनाम् इच्छा वर्तते. बहवः आरभन्ते परन्तु आधिक्येन सर्वे मार्गं रजयन्ति त्यजन्ति सर्वे मार्गं त्यजन्ति. येषां जीवने अन्यानि कार्याणि सन्ति तेषां कृते अपि च वस्तुतः सर्वेषां कृते अयं मार्गः कष्टकरः. अधुना पुष्पादीक्षित महोदय पुनः अष्टाध्यायाः मूलमार्गम् आनीतवती अस्ति. परन्तु प्राचीनकालस्य कण्ठस्थीकरणशैली इति न. अष्टाध्यायाः यः अन्तर्वर्तितर्कः अस्ति तस्य पूर्णतया उपयोगं कृत्वा पाणिनेः समग्रदृष्टिम् उद्घाटयति. अनेन येषां वृत्तिः संस्कृतं नास्ति येषां च वृत्तिः संस्कृतम् अस्ति सर्वेषां कृते पाणिनीयव्याकरणं सरलम् अभवत्. पण्डिताः सामान्यजनाः च सर्वे सौकर्येण ज्ञातुं प्रतिपादयतु कृपया. शक्यते खलु? न शक्यते. अत्र किञ्चित् क्लेशः अस्ति खलु नेट्वर्क् मध्ये. अस्तु इदानीम् अत्र अस्तु शान्ता भगिनी प्रतिपादयतु. शान्ता भगिनी अस्ति वा? स्क्रीन् न दृश्यते महोदये. आमाम् एकनिमिषम्. इदानीं प्रक्रियाग्रन्थे अष्टाध्यायाः इति अस्ति खलु, अत्र प्रतिपादयतु. प्रक्रियाग्रन्थेन अष्टाध्यायाः कण्ठस्थीकरणस्य आवश्यकता न. पुराणकाले यथा आचार्यः वदति तथा शिष्याः अनुवदन्ति, तदेव कण्ठस्थीकरणीयम् अभवत्. परन्तु यदा पाणिनीयः अष्टाध्यायाः अभवत् तदा कण्ठस्थीकरणस्य आवश्यकता न अभवत्. बहु सुलभतया एदम् उक्तम् एकस्मिन् प्रकोष्ठे सर्वेषां रूपाणां दृष्ट्वा मन्दं मन्दं ते पठित्वा जानान् शक्नुवन्तः जानन्ति पाणिनीयसूत्रस्य मूलक्रमं नाम मूलवातावरणं प्रत्ययं किं नास्ति परन्तु अनुवृत्ति न अवगम्यते चेत् अनुवृत्ति न अवगम्यते खलु किं सूत्रम् अग्रे आगच्छति आयाति कार्यं करोति अत्र तेन जानाति भूसतायमिति अस्ति चेत् अत्र भूवादयो धातवः इति अस्ति अनन्तरम् अत्र किं करणीयं कर्तरिशप् इति आगत्य कार्यं करोति अत्र क्रमः नास्ति क्रमः अनन्तरमेव आयाति अतः अनुवृत्ति किम् अभवत् इति वयं न जानीमः न अवगम्यते अग्रे तत्कारणात् अन्ये जनाः पूर्णतया समर्पिताः अस्मिन् मार्गे गन्तुम् अर्हन्ति स्म पुनर् आवृत्ति चेत् तस्मिन् अनुवृत्ति किमस्ति इति जानन्तुम् आकाङ्क्षा कर्तुम् इच्छन्ति चेत् ते अग्रे गच्छान् इच्छन्ति सामान्यजनाः कृते बहूनाम् इच्छा अभिवर्धितुं शक्नुवन्ति अत्र क्लिष्टकरम् इति चिन्तितवन्तः इदानीं जीवनविषये बहवः मार्गाः सन्ति खलु धनं सम्पादनार्थं बहवः मार्गाः सन्ति पैलट् अस्ति ड्रैव कार् ड्रैवर् अस्ति एरोप्लेन् अस्ति लारि ड्रैवर् अस्ति अनन्तरम् अत्र कर्मकरः अस्ति यत्र अधः किञ्चित् कार्यम् अभवत् चेत् सः अपि अन्ततो गत्वा कार्यं कृतवान् अनन्तरम् अत्र किमस्ति सर्वाणि कार्याणि मलमपि अस्ति चेदपि सः अन्ततो गत्वा एतत् सर्वाणि कार्यं करोति अनन्तरं धनं सम्पादितवान् इदानीम् अत्र धनसम्पादनार्थं बहवः मार्गाः सन्ति अतः एतत् कण्ठस्थीकरणम् इति बहु क्लिष्टकरमस्ति अतः एषां जीवने अन्यानि कार्याणि सन्ति धनसम्पादनार्थं तावदेव अत्रापि अत्र बृहत् अत्र किम् अस्ति वाक्यकारं वररुचि वाक्यकारं पतञ्जलिम् अत्र बहवः नागेशभट्टः अस्ति अनन्तरं भट्टोजि दीक्षितः भवति काशिका भवति पदमञ्जरि भवति अनन्तरम् अत्र प्रौढमनोरमा इति अस्ति बहवः इदानीम् अत्र क्लिष्टकरः नास्ति एव अत्र मार्गः बहु अस्ति मुद्राणि अपि अस्ति अतः तत्र कण्ठस्थीकरणं त्यक्तवन्तः अधुना इदानीमत्र अधुना पुष्पादीक्षितमहोदय इदानीमत्र एकं पदं स्वीकृत्य महालक्ष्मी अत्र प्रतिपादयतु महालक्ष्मी आम् अत सुप्रभातं हरि ओम् अधुना पुष्पादीक्षितमहोदयः पुनः अष्टाध्याय्याः मूलमार्गम् आनीतवती अस्ति पुष्पादीक्षितमहोदय पुनः अष्टाध्याय्यमार्गं सर्वेषां कृते आनीतवती परन्तु प्राचीनकालस्य कण्ठस्थीकरणशैली इति न प्राचीनकालशैल्यातरः न अष्टाध्याय्याः यः अन्तर्वर्ती तर्कः अस्ति तस्य पूर्णतया उपयोगं कृत्वा पाणिनेः समग्रदृष्टिम् अष्टाध्यायति अष्टाध्याय पाणिनीय अष्टाध्यायतरः बहु सरलतया कण्ठस्थीकरणशैली इति न आनीतवती बहु सरलतया अवगन्तुं पूर्णतया उपयोगं कृत्वा पाणिनीयसूत्र पाणिनीयशैली अनुसृत्य बहु सरलतया उद्घाटयति पुष्पादीक्षितमहोदय. अस्तु वा महोदय? समीचीनं. अनेन येषां वृत्तिः संस्कृतं नास्ति येषां च वृत्तिः संस्कृतम् अस्ति. अनेन येषां वृत्तिः संस्कृतं नास्ति येषां च वृत्तिः संस्कृतम् अस्ति. सर्वेषां कृते पाणिनीयव्याकरणं सरलम् अभवत्. पण्डिताः सामान्यजनाः च सर्वे सौकर्यं ज्ञातुं योग्याः. पुष्पादीक्षितमहोदय सर्वेषां कृते बहु सरलतया पाणिनीयव्याकरणं ज्ञातुं शक्यते. पुष्पादीक्षितमहोदय उत्तमं. अत्र प्रयत्नं करणीयम्. अत्र अग्रिमवर्गे इदानीम् अहं न आगन्तुं शक्यते चेत् अत्र अनिल् महोदयेन शान्तमहोदय अत्र करपत्रं सन्ति एव, विकिपीडिया मध्ये सन्ति एव. अत्र एतत् एतत् स्वीकृत्य पठनीयम्. अनन्तरम् अत्र कोशान्वेषकः अपि अस्ति. अत्र एतत् कापि पेस्ट् कृत्वा कोशान्वेषकः अत्र कर्तुं शक्यते. अत्र सौकर्येण सामान्यजनाः पण्डिताः इति सरलम्. एतत् समीचीनं प्रयोगम् अस्ति एव. किमपि अत्र काठिन्यं नास्ति. एतत् करणीयमेव. इदानीं अन्तलक्ष्मी महोदय अस्ति वा भगिनी? नमस्ते. नमस्ते महोदय. नमस्कारः. पठतु आहत्य प्रथमं पठतु, अनन्तरं प्रतिपङ्क्तिं स्वीकृत्य प्रतिपादयतु. इदानीं पूर्णतया पठतु क्रमेण शनैः. आहत्य प्रायः प्राचीनकालात् अद्य पर्यन्तं शास्त्रीयव्याकरणपाठः परिगणितेषु गुरुकुलेषु प्रवर्तमानः तेषु स्थलेषु अनेकवर्षाणाम् अनन्तरमेव कश्चन बोध उदेति स्म. अधुना प्रथमवारं एका पद्धतिः आविष्कृता यस्य द्वारा साधारणमनुष्यः अपि बोधुम् अर्हन्ति. वस्तुतः चिन्ताधारा पाणिनेः एव नान्यस्य, परन्तु माता दीक्षिता पुष्पा अनया सरलरीत्या उपस्थापयति, येन सर्वेषां मनसि ज्ञानप्रकाशः शीघ्रमेव प्रकटो भवति. दिस् इस् दि रेवल्यूशन् इन् संस्कृत ग्रामर्. संस्कृतव्याकरणशिक्षणे अयं वस्तुतः विप्लवः विप्लवः इत्युक्ते महोदय विप्लवः इति अत्र काठिन्यमस्ति अतः तत्र अष्टाध्यायी धातुं मध्ये गच्छतु अनन्तरम् अत्र कोशान्वेषकः गच्छतु विप्लवः इति कापि पेस्ट् करोतु अत्र विसर्गः अस्ति अत्र समीचीनतया द्रष्टुं शक्नोति एव विप्लवः पुल्लिङ्गपदं वियोग प्लू इति धातुः अस्ति अप् इति अत्र प्रत्ययम् अस्ति एतत् योजनेन एव अत्र विप्लवः इति भवति विप्लवः इत्युक्ते अत्र अपोजिशन् अस्ति कन्फ्यूषन् अस्ति प्रथमं खलु अत्र अष्टाध्याय धात्वा मध्ये फ्लोटिङ्ग् अण्ड् ड्रिफ्टिङ्ग् अबौट् फ्लोटिङ्ग् इन् डिफ्रेण्ट् डैरेक्षन्स् अत्र एतत् इदानीम् अत्र पश्यतु पुनरपि अत्र गच्छतु इदानीं संस्कृतव्याकरणशिक्षणे अयं वस्तुतः अत्र काठिन्यमस्ति अपोसिशन् भवति कन्फ्यूषन् अभवत् एतत् सर्वाणि अत्र भवन्ति एव अभवत् पूर्वम् इदानीं दिस् इस् अ रेवल्यूशन् इन् संस्कृत ग्रामर् इदानीम् अत्र वस्तुतः किं किम् अभवत् इति आगत्य प्रायः प्राचीनकालात् अद्यपर्यन्तं शास्त्रीयव्याकरणपाठः परिगणितेषु अत्र इदानीं परिगणिताः सूत्राः सन्ति एव एतत् स्वीकृत्य परिगणिताः सूत्राः उदाहरणरूपेण कोऽपि वदतु सर्वे जानन्ति एव परिगणितसूत्रं वयं दृष्टवन्तः खलु पा ग्राद्मा इति अत्र बहवः धातवः अत्र सन्ति अत्र परिगणिताः धातवः सन्ति इदानीमत्र परिगणितेषु गुरुकुलेषु प्रवर्तमानः पूर्वम् अत्र एतत् पठनीयं क्रमेण पठनीयम् इति गुरुकुलम् आसीत् गुरुशिष्ययोः अत्र अभवत् एव तेषु स्थलेषु अनेकवर्षाणाम् अध्ययन अनन्तरमेव कश्चन बोधः उदेति स्म बहवः द्वादश चतुर्विंशतिः इति अत्र पाठः वर्षाणि खलु अत्र पठनीयमेव किञ्चित् कालक्रमेण एव अत्र पठनीयम् अनन्तरम् अत्र अध्ययनम् अनन्तरमेव अत्र किं किम् अभवत् इति वयं जानीमः अधुना प्रथमवारम् एका पद्धतिः आविष्कृता यस्य द्वारा साधारणमनुष्याः अपि बोधयितुम् अर्हन्ति अत्र इदानीं पठितवती खलु शान्ता भगिनी महालक्ष्मी अनिल् महोदय अनन्तरम् एतत् सर्वाणि गतवर्गे अपि गीता भगिन्याः अपि प्रतिपादयितुं शक्नोति एव अत्र समीचीनतया दत्तम् असेम्ब्लि लैन् माडल् इति अस्ति प्रक्रिया इति अस्ति सामग्री पृथक् पृथक् अस्ति एकस्मिन् स्थले आगत्य कार्यं करोतु वस्तुतः इदानीमत्र पठतु अन्तराष्ट्री भगिनी अत्र वस्तुतः अर्थं वदतु आहत्य प्रायः प्राचीनकाल अद्यपर्यन्तं प्राचीनकाले अद्य प्राचीनकाले अध्ययनं गुरुकुलेषु प्रवर्तमानः परन्तु शास्त्रीय व्याकरणपाठः खलु शास्त्रीयव्याकरणपाठः परिगणितेषु गुरुकुलेषु प्रवर्तमानः अद्य अनन्तरं कश्चन बोध उदेति स्म पुरीलम एक्स्प्लैन् अस्तु अत्र इदानीमेव मया उक्तं खलु अद्यतनकालः बहु वर्षाणि सन्ति एव अधुना प्रथमवारम् एका पद्धतिः इदानीं मया अपि उक्तं खलु प्रथमपङ्क्तिः पठतु अनन्तरं प्रतिपादयतु इदानीं समीचीनतया अत्र प्रतिपादनं कर्तुं शक्यते एव अत्र एकम् एकं स्वीकृत्य भूसत्तायाम् इति स्वीकृत्य अत्र वक्तुं शक्यते एव साधारणमनुष्याः अपि बोधयितुम् अर्हन्ति वस्तुतः चिन्ताधारा पाणिनेः एव न अन्यस्य परन्तु माता दीक्षितपुष्प अनया सरलरीत्या उपस्थापयति येन सर्वेषां मनसि ज्ञानप्रकाशः शीघ्रमेव प्रकटति भवति ओ अकारान्तपदमस्ति वा ओ आकारान्तमस्ति इकारान्तमस्ति इकार बहु सुलभमेव इदानीम् अकारः श्रीरामः इति पदम् आकारान्तमस्ति दीर्घ आकारः अतः रमा इति स्वीकुर्मः माला इति स्वीकुर्मः अनन्तरम् इकारान्त अस्ति मुनिः स्वीकुर्मः ईकारान्त अस्ति गौरी स्वीकुर्मः ओ समीचीनमस्ति सरलतया अपि वयमेव अनुचिन्त्य मनसि स्थापिकान् पुष्पादीक्षिता प्रयत्नं कृतवती प्रयत्नं नास्ति अभवत् एव सर्वम् इदानीं वयं प्रयत्नं कुर्मः ओ एतत् अत्र अस्ति वा अस्तु संस्कृतव्याकरणशिक्षकेन अयं वस्तुतः अत्र कन्फ्यूषन् नास्ति वस्तुतः पूर्वम् अभवत् एव कन्फ्यूषन् अस्ति अपोसिशन् अस्ति अपोसिशन् अस्ति यत्र यत्र इदानीम् अत्र त्रीणि लेङ्ग्वेजस् इन् आर् स्कूल् सर्वे स्कूल् मध्ये एतत् पठनीयं पाठशालायाम् अस्ति परन्तु अपोसिशन् भवति एव किमर्थम् अत्र संस्कृतभाषा किमर्थम् अत्र हिन्दीभाषा सरलतया एकभाषा एव सरलमस्ति अन्यभाषा किमर्थम् इति अत्र अपोसिशन् विप्लवः अभवत् एव तर्हि अधुना पाणिनीयव्याकरणम् आरभामहे इदानीम् अत्र अनुवृत्तिसहितसूत्रं किम् अस्ति एतत् सूत्रम् आगत्य अन्यसूत्राणि कार्याणि किं किं भवति इति वयं पठितुं शक्यते एव अवगन्तुमपि शक्यते एव इदानीम् अत्र अञ्जनभगिनी पठतु पूर्णतया पठतु नमस्कारम् अष्टाध्यायाम् अष्टाध्यायाम् अनुवृत्तिः नाम सिद्धान्तः सर्वत्र केन्द्रीभूतः अनेन सूत्राणाम् अर्थपूर्णं भवति लौकिकम् उदाहरणं दीयते चेत् स्पष्टं स्थायत् द्वयोः जनयोः सम्भाषणं रामः वदति अहम् आपणं गच्छामि श्यामः वदति अहम् अपि वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहम् अपि आपणं गच्छामि इति यद्यपि श्यामः केवलम् अहम् अपि इति वदत् तदापि वयं तस्य अर्धं पूरयामः मनसि तादृशम् अर्धपूर्णं पाणिनी इत्यति सूत्रेषु यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अनुवृत्तयः इत्युच्यन्ते एक्स्प्लेन् पठन्तु एकदा सर्वत्र अनुवृत्तिसूत्रम् अष्टाध्यायं भवति सूत्राणाम् अनुवृत्तिसूत्राणां ये अर्धपूर्णं भवति उदाहरणं द्वयोः जनयोः सम्भाषणं मध्ये रामः आपणं गच्छामि वदेत् सः गच्छामः अपि आपणं गच्छ अहं वि आपणं गच्छामि वदति ये द्वयोः सम्भाषणं मध्ये एकः आदमी गच्छामि वदेत् द्वयोः अहम् अपि वदेत् ये पूर्ण पूरयत पूर्णयत वदत् वदतु अष्टाध्यायम् अनुवृत्ति नाम सिद्धान्तः सर्वत्र केन्द्रीभूतः ये अनुवृत्तिसूत्रम् अष्टाध्यायं सर्वत्र केन्द्रीभूत भवति अनेन सूत्राणाम् अर्थपूर्णं भवति ये सर्वे सूत्राणाम् अर्थपूर्णं भवति लौकिकम् उदाहरणं दीयते चेत् स्पष्टं स्थायत् ये स्पष्टं स्यात् स्यात् ये लौकिकसूत्रं दोनं लौकिकं मे लौकिकं कै बा कै कैसे इष्टमः अत्र द्वयोः रामयोः राम श्यामयोः अत्र सम्भाषणम् अभवत् किम् अभवत् अहम् आपणं गच्छामि श्यामः इति रामः उक्तवान् ये अग द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् सा श्यामस्य आस्तयः अहम् अपि आपणं गच्छामि इति ये द्वयोः सम्भाषणं मध्ये एकः आपणं गच्छामि वदेत् द्वयोः अहमपि वदेत् ये सम्भाषणं सम्पूर्णम् अवदत् यद्यपि श्यामः केवलम् अहमपि इत्यवदत् तदापि वयं तस्य अर्धपूर्णमय मनसि श्यामः आपणं गच्छामि नावदेत् अहम् अपि वदेत् बि ये पूर्णतया मनसि स्वीकृत्यं करोति अत्र श्यामः वदति अहमपि इति अत्र अहमपि इति किं करोति ओ सः अपि आपणं गच्छति इति वयं पूर्णतया अवगन्तुं शक्यते एव इदानीं भू इति अस्ति एतद् धातु अस्ति सतायम् इति अर्थे आगच्छति अत्र प्रथमं किम् अस्ति भुवा दयो धातवः इति अस्ति अनन्तरं किम् अस्ति अनुवृत्तिसहितसूत्रमस्ति खलु कर्तरि शप् एतदागत्य अनन्तरं कर्तरि शप् इति अस्ति अनन्तरम् उपदेशाजानुनासिक अपि अस्ति अनन्तरं लष्टकोतटिते इति अस्ति अनन्तरम् अकार एव तिष्ठति अनन्तरम् अत्र भू इति अस्ति दीर्घ लोपः दीर्घ दीर्घ ऊकारः अस्ति अतः तत्र किं सूत्रम् आगत्य कार्यं करोति झटिति वदतु, सर्वे जानन्ति एव. यवो याच यचायावः वो अन्य कोऽपि दीर्घ ऊकारः अस्ति चेत् सर्वे जानन्ति एव. अनिल् महोदय ओकारः भवति, ओकारः भवति केन सूत्रेण? केन सूत्रेण ओकारः भवति? सार्वधातुकार्धधातुकयोः ओकारः भवति. अनन्तरम् ओकारदे ओकारस्य स्थाने किम् अभवत्? औ औ अवादेशः भवति केन सूत्रेण? एषो यवायावः इत्यनेन अवादेशः भवति. अनन्तरम् अन्तिमरूपं किं भवति वर्णमेलनेन? एतत् सर्वाणि अनुकृतिसहितसूत्रम्. अहम् आपणं गच्छामि इति रामः वदति. अत्र श्यामः वदति किं वदति? अहमपि तावदेव. अहमपि तावदेव. अत्र सार्वधातुकार्धधातुकयोः एषो यवायावः कर्तरि शप् अनन्तरं भुवादेव दातवः उपदेशः च अनुनासिकयित् अनन्तरम् आनन्द्यं तस्य लोपः. एतत् सर्वाणि सूत्राणि अत्र किं भवति? अनुवृत्तयः भवति. अनन्तरमेव वयं सर्वं जानीमः, ज्ञातुं शक्यते. इदानीम् अत्र अञ्जनभगिनी एव पठतु अत्र. अधुना तस्मात् एव उपरितनात् सम्भाषणात् यदि वयं केवलम् अहमपि शृण्मः तर्हि कथं वा तस्य अर्थ ज्ञातुं शक्नुयाम? अहमपि इत्येव शृणुमः चेत् वाक्यस्य पूर्णं कर्तुं न शक्यामः इति कारणात् अहमपि इत्यस्य अर्थः न ज्ञायते. खलु पूर्णतया अत्र पूर्वं किम् अस्ति? रामः किं वदति? अहम् आपणं गच्छामि इति अस्ति. अत्र अहम् आपणं गच्छामि इति नास्ति. इदानीम् अहमपि इति एव अस्ति. अहमपि इति पदेन वयं किञ्चित् अत्र अवगन्तुं शक्यते वा? नास्ति खलु. अत्र सूक्ष्मरूपेण एतत् दृष्टवन्तः एव. अत्र अहमपि इति एव शृणुमः चेत् अत्र किमपि अवगन्तुं न शक्यामः इति कारणतः अहमपि इत्यस्य अर्थः न जायते. इदानीं भवती एव पठतु. तदेव अष्टाध्याय्याम् एकं सूत्रं वर्तते, लिट् च. श्यामस्य वाक्यम् अहमपि इव अस्ति. लिट् च इत्युक्ते लिट् अपि तदा, अस्तु किन्तु तदा इत्युक्ते किम्? तस्मात् प्राक् यत् सूत्रं पाणिनिना दत्तं तत् अस्माकं पुरतः नास्ति चेत् कथं वा अवगन्तुं शक्नुयाम? लिट् इति सूत्रं किं भवति? अहमपि इति श्यामस्य वाक्यं किम् अस्ति अत्र? लिट् च, लिट् अपि तदा. अत्र किन्तु तदा इत्युक्ते किम्? अस्माकं पुरतः अत्र पाणिनीयः सूत्राणि सन्ति एव, पाणिनेः सूत्राणि सन्ति एव. इदानीम् अस्माकं पुरतः नास्ति चेत् कथम् अवगन्तुं शक्यते? यदा सम्भाषणं पूर्णमस्ति तदा सौकर्येण श्यामस्य वाक्यं बुद्धम्. रामः किं वदति? अहम् आपणं गच्छामि. श्यामः किं वदति? अहमपि इति अहमपि इति उक्तवान्. इदानीं तदैव सूत्रप्रसङ्गे आर्धधातुकं शेषः इति अस्ति. आर्धधातुकं शेषः अत्र आर्धधातु अस्ति चेत् अत्र कति लकाराः सन्ति जानन्ति एव. झटिति वदतु. दशलकाराः तदेव तत् षड् मध्ये किम् अस्ति अत्र? लिट् लिट् अपि आगच्छति खलु. लट् लोट् लङ् विधिलिङ्ग् सार्वधातुकलकाराः आर्धधातुकं शेषः इत्युक्ते षड् आगत्य कार्यं करोति. अत्र षड् मध्ये अपि किम् अस्ति अत्र? लिट् इति अपि भवतीम् अर्हति. इदानीम् अत्र अनिल् महोदय पठतु. सूत्रसङ्ख्यां दृष्ट्वा ज्ञायते यत् आर्धधातुकं शेषः पूर्वसूत्रम् अस्ति. साक्षात् अनन्तरं पूर्वसूत्रं लिट् च इति. अनेन बुद्धं यत् लिट् च इत्युक्ते लिट् अपि सार्धधातुकः. इदानीम् आर्धधातुकः नाम कः इति अस्माकं विषयः नास्ति, किन्तु तर्कः स्पष्टः खलु? लिट् अपि आर्धधातुकः। ओके, अस्तु महोदय। अत्र अनुवृत्तिः अनुवृत्तेः उदाहरणम् अस्ति। आर्धधातुक शेषः आर्धधातुक अस्ति तृतीय अध्यायस्य चतुर्थपादस्य चतुर्दश अधिकसहस्रं सूत्राणि सूत्रं शतं क्षम्यतां लिट् च अस्ति अनन्तरं पञ्चदश अधिकं शतं परसूत्रम् अस्ति। सो अत्र लिट च सम्पूर्णसूत्रं नास्ति, अर्धधातुकं चेत् पूर्वसूत्रस्य पूर्ण अनुवृत्तिः अस्ति। अतः लिट अपि अर्धधातुकम् इति अवगन्तुं शक्यते। समान अपि अहमपि तत्र अपि अहमपि गन्तुमिच्छामि, लैक् पुनः अनुवृत्तिः अस्ति। समानेव अत्र अपि आर्धधातुकम् अनुवृत्तिः अस्ति। अग्रे अपि पठतु। अनेन प्रकटम् अस्ति यत् सूत्राणां मूलक्रमे पठामः चेत् महान् लाभः। अष्टाध्याय्याम् एव मूलक्रमः वर्तते। सिद्धान्तकौमुद्याम् अपि तानि एव चतुस्सहस्रं सूत्राणि, परन्तु सिद्धान्तकौमुद्याम् अष्टाध्याय्याः सूत्रक्रमः त्यक्तः। अत्र अष्टाध्यायी अष्टाध्याय्यां सूत्रक्रम अनुसृत्य यदि वयं पठामः चेत् अनुवृत्ति सरलतया अवगन्तुं शक्यते। कारणं क्रमेण अस्ति, पूर्वसूत्रस्य अनुवृत्ति परसूत्रे अस्ति। अहं सरलतया दृश्यामः, परन्तु सिद्धान्तकौमुद्या तु क्रमः तु त्यक्तः। अनुवृत्ति केन सूत्रेण आगच्छति आगन्तव्यम् अहं न अवगन्तुं शक्नोमि। अत्र आर्धधातुकं शेषः इति अस्ति, अत्र आर्धधातुकमध्ये एव लिट् लकारः अस्ति इति वयं जानीमः। अनन्तरम् अत्र सूत्रक्रमः किम् अस्ति, 114 अस्ति, अग्रे 115 परसूत्रमस्ति, पूर्वसूत्रमस्ति। इदानीमत्र क्रमः इति अत्र अष्टाध्यायी एव वर्तते। अत्र सिद्धान्तकौमुदी इति स्वीकुर्मः चेत् अत्र इतस्ततः अत्र परिवर्तनम् अभवत्। पूर्वसूत्रं परे अस्ति, परसूत्रं पूर्वे अस्ति। सिद्धान्तकौमुद्याः सिद्धान्तकौमुद्याम् अत्र अष्टाध्याय्याः सूत्रक्रमः त्यक्तः। अत्र सूत्रक्रमः किमर्थं चेत् अत्र एकसहस्रम् अत्र द्विसहस्रं पर्यन्तमेव अत्र दत्तम्, अतः अत्र क्रमः परिवर्तनं भवति एव। परन्तु अष्टाध्यायीक्रमः तद् तत् नास्ति अत्र। अत्र इदानीम् अत्र सूत्रक्रमः त्यक्तः। अत्रापि उदाहरणमस्ति, सिद्धान्तकौमुद्यां परोक्षे लिट् अस्ति पूर्वसूत्रं, लिट् च अस्ति परसूत्रं। सो तत्र अर्धधातुकं किमर्थम् आगतं न अवगतम्। अस्तु, इदानीमत्र परोक्षे लिट् इति अस्ति। अष्टाध्यायीक्रमः अत्र किम् अस्ति, अत्र 3-2-1-1-5 अस्ति, तृतीयाध्याये द्वितीयपादे। वदतु। परसूत्रं पूर्वमस्ति, पूर्वसूत्रं परमस्ति। अत्र एतत्तु क्रमः, अत्र सिद्धान्तकौमुद्यमस्ति, अत्र क्रमः त्यक्तः खलु। भवानेव पठतु। सिद्धान्तकौमुद्यां लिट् च इत्यस्मात् पूर्वम् अस्ति परोक्षे लिटः, अनेन किमपि न अवगम्यते। लिट् च इत्यस्य को अर्थः इति नैव ज्ञायते, अन्धकारे स्मः। अनेन द्वितीयसङ्केतः प्राप्तः, किमर्थम् अष्टाध्यायी क्रमम् अनुसृत्य पाठः करणीयः? प्रथमं सङ्केतः असेम्ब्लि लैन् माडल् इति, येन वारं वारं समानकार्यं कृत्वा बोधः नैपुण्यं च शीघ्रमेव जायते। द्वितीयः सङ्केतः अनुवृत्तिः। तत्र सुलभमेव इदानीं वयं किं पठितवन्तः तदेव अत्र अभवत्। अग्रे पठतु। प्रकरणं प्रक्रिया च। अष्टाध्यायी प्रकरण आधारितो ग्रन्थः, सिद्धान्तकौमुदी प्रक्रिया आधारितो ग्रन्थः। प्रकरणं प्रक्रिया चेत् अनयोः भेदः कः इति अस्माभिः बोध्यम्। पुष्पादीक्षितमहोदया सदा पाकशालायाः उदाहरणं ददाति। भोजनस्य निर्माणार्थं सामग्री आवश्यकी, तण्डुलः, जलं, शाकः, पिष्टं, हरिद्रा, आर्द्रकम् इत्यादिकम्। इदं सर्वं भोजनस्य सामग्री। पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु भवति। शाकपृथक् कोशे, पिष्टं पृथक् कोशे, तण्डुलः पुनः पृथक् कोशे। सर्वा सामग्री एकस्मिन्नेव कोशे एकत्र स्थाप्यते चेत् अव्यवस्था भवति खलु। अतः सम्यक्तया सावधानतया पृथक् पृथक् कोशेषु एकैकं वस्तु स्थाप्यते। अष्टाध्यायी अपि तथा भाषायाः पाकशाला। यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न, श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते। प्रत्येकं कोशस्य नाम प्रकरणम् इति, नत्वप्रकरणं, द्वितीयप्रकरणं, सम्प्रसारणप्रकरणम् इत्यादिकं। भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न, मार्गनिर्देशो अपि आवश्यकः। ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्, एतादृशी सूचना अपेक्षिता। इयं पाककृतिः इति वदामः। एतत् अत्र सर्वे जानन्ति खलु, किमपि अत्र क्लेशः नास्ति एव। यदा एतत् पर्यन्तं पठितं चेतदेव अत्र अस्ति तण्डुलः, अत्र किम् अस्ति लैन् माडल् अस्ति, अनन्तरम् अत्र प्रक्रिया सामग्री कुत्रापि सन्ति, एकस्मिन् स्थले आगत्य अत्र भोजनम् अन्ते एव स्वीकुर्मः। अतपि भूसकायम् इति धातु अस्ति चेत् अत्र इतस्ततः अत्र सूत्राणि, बहवः सूत्राणि सन्ति, एकस्मिन् स्थले आगत्य कार्यं करोति, अनन्तरमेव वयम् अत्र भवति इति स्वीकुर्मः, अनन्तरमेव भोजनं स्वीकुर्मः। इदानीम् अत्र अष्टाध्यायी सूत्रक्रमः अपि इतस्ततः तत्र सन्ति एव। प्रत्येकं कोशस्य नाम प्रकरणम् इति अस्ति, अत्र किं प्रकरणं, नत्वप्रकरणं, स्वप्रकरणं, समासप्रकरणम्, अनन्तरं सम्प्रसारणप्रकरणम्, इदानीं सन्धिप्रकरणम् इति बहवः पृथक् पृथक् अस्ति। एतत् अनुसृत्य एव वयं कार्यं कर्तुं शक्नुमः। एतादृशी सूचना अपेक्षिता, इयं पाककृतिः इति वदामः। अत्र एतदेव भवति इति वयं इदानीम् अत्र सूत्रमस्ति प्रक्रिया। अत्र महोदय सन्देहः अस्ति वा किमपि? सन्देहः नास्ति। अत्र पाकशालायां पाककृतिः अस्ति, तो भाषा स्तरे प्रक्रिया अस्ति, समानेव भाषाकृतिः, तावदेव भाषाकृतिः, अत्र क्रमकृतिः, प्रकरणकृतिः, एतत् सर्वम् आगत्य एव अत्र कार्यं करोति। इदानीं गीतस्य आमाम् अस्तु। इदानीम् अत्र गीतस्वीकृत्य पठितुं शक्यते वा प्रक्रिया? आं भगिनि, प्रक्रिया यथा भगिनी अत्र कम्पनः सन्ति, इदानीं कम्पयते, यानेन गच्छन्ति अस्ति, अतः किञ्चित् क्लेशः अस्ति, शृणोमि। शान्तभगिनी पठतु। यथा भोजननिर्माणविषये पाककृतिः तथा भाषाक्षेत्रे प्रक्रिया। पदस्य निर्माणार्थं कानि सोपानानि सन्ति अपि च केन क्रमेण इति सूचना प्रक्रिया जी योगः अयोगः ति जयति अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि केन क्रमेण च इति प्रक्रिया जी योगः लट् इति विवक्षा वर्तमाने लट् लस्य शेषे प्रथमः तिप् जित् सित् स्थम् स्म तातां यथा साथां ध्वं ध्वमिं वहि महीम् जी योगः तिप् हलन्त्यं तस्य लोपः जी योगः ति कर्तरि शप् जी योगः शप् योगः ति दश दशक्वतिर्विद्धे हलन्त्यं तस्य लोपः जी योगः अयोगः ति तिङ् षित् सर्वधातुकं सार्वधातुकार्धधातुकयोः जे योगः अयोगः ति येचोयावायावः येचोयवायावः एचोयवायावः ओके जि योगः ऐ योगः अयोगः ति वर्णानां मेलने जयति इति क्रियापदं निष्पन्नम् अत्र क्रियापदं कथम् अभवत् इति वयं पूर्वमेव दृष्टवन्तः अत्र किञ्चित् क्लेशः अस्ति वा सन्देहः अस्ति वा कोऽपि किमपि सन्देहः अस्ति वा अग्रे गच्छेमे खलु अस्तु महालक्ष्मी भगिनी पठतु अत्र एका प्रक्रिया आं भगिनि अत्र एका प्रक्रिया प्रदर्शिता जयति इति पदं कथं निर्मीयते इति प्रदर्शनं प्रदर्शितम् सूत्राणां सङ्ख्याः दृश्यन्ताम् इमानि सूत्राणि विभिन्नेभ्यः अष्टाध्यायेभ्यः अध्यायेभ्यः पदेभ्यश्च स्वीकृतानि इति कारणात् तेषां प्रक्रिया सन्दर्भपठनेन सूत्रार्थो नैव अवगतः अस्माभिः अग्रे मन श्रूयते वा अग्रे अपि पठतु हा प्रकरणं प्रक्रियायाः किञ्चन फलं तु अस्त्येव अनेन पदनिर्माणक्रिया बुद्धाः परन्तु सूत्रस्य अवगमनार्थम् अस्माकं क्लेशो भवति यतः यथा उक्तं पूर्वं सूत्रं स्वयं सम्पूर्णं वाक्यं न सूत्रस्य पूरणार्थं वाक्यम् उपेक्षितं तश्च वाक्यम् उपेक्षितं नास्ति अपेक्षितम् क्षम्यतां भगिनि उकार नास्ति अकार अपेक्षितं तच्च वाक्यं न प्राप्यते प्रक्रियायाम् अपि तु प्रकरणे एव अत्र इदानीमत्र वयं दृष्टवन्तः जी इति अस्ति कथम् अत्र जयति इति भवति प्रक्रिया वयं जानीमः तदेव अत्र अभवत् भूसतायम् इति स्वीकुर्मः चेत् भवति इति क्रमः इदानीमेव मया उक्तं भवन्तः अपि एतद् विषये जानन्ति एव एका प्रक्रिया प्रदर्शिता जयति इति तदेव अत्र अभवत् भूसतायम् इति अत्र दृष्टान्तरूपेण वयं भिन्नभिन्नस्थले अस्ति अनन्तरम् अत्र अध्यायमपि अनन्तरम् अन्य अस्ति पादमपि अन्य अस्ति किमस्ति सूत्राणि अपि पृथक्तया अस्ति अत्र प्रक्रियासन्दर्भपठनेन सूत्रार्थः नैव अवगतः अस्माभिः अत्र किं किम् अभवत् इति क्रमेण भवति, प्रक्रिया भवति. इदानीमत्र प्रक्रियाः किञ्चन फलं तु अस्ति एव. अनेन पदनिर्माणप्रक्रिया बुद्धा, पदनिर्माणं कथं कथम् अभवत् इति वयं दृष्टवन्तः जी विषये. इदानीं किमस्ति अत्र अवगमनार्थम् अस्माकं क्लेशः भवति, ओ एतत् सूत्रं पूर्वम् अस्ति वा, अन्यत् सूत्रं पूर्वम् अस्ति वा, एतत् विषये एव वयं विप्रतिषेधे परं कार्यम् इति वयं दृष्टवन्तः. अनन्तरं तुल्यस्य प्रयत्नम्, अत्र तुल्यबलविरोधः अपि दृष्टवन्तः. पूर्वनिमित्तम् अस्ति चेत् परनिमित्तं भवति वा इति, पूर्वपरनित्य अन्तरङ्ग अपवादनम्, उत्तर उत्तरो बलीयः अपि दृष्टवन्तः. अत्र एतत् प्रक्रिया अस्ति, एकस्मिन् स्थले आगत्य कार्यं करोति चेत् किं किम् अभवत् इति वयं दृष्टवन्तः. इदानीम् अत्र प्रकरणम् इदानीमेव मया उक्तमत्र नत्व प्रकरणमस्ति, सन्धिप्रकरणं, समासप्रकरणं, सम्प्रसारणप्रकरणम् इति पृथक्तया अस्ति. इदानीम् अत्र प्रकरणविषये अग्रिमवर्गे वयं कुर्मः. शान्ता भगिनी अन्तिमश्लोकं, मङ्गलश्लोकं वदतु. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः, सर्वेभ्यो नमस्कारः, धन्यवादः, धन्यवादः, शुभदिनं, धन्यवादः.